अस्तु, तर्हि अत्र अस्माकं गीतसोपानपुस्तकस्य द्वितीयभागे एकविंशः पाठः, अत्र कर्मणि भावे प्रयोगः इत्यस्य लङ्लकारः. अत्र लङ्लकारस्य कथनेन वयं जानीमः यत् कर्तरिप्रयोगे यः धातुः परस्मैपदी अस्ति तस्य पृथक्तया रूपाणि भवन्ति, अपि च आत्मनेपदी धातुः यः अस्ति पुनः कर्तरिप्रयोगे तस्य पृथक्तया रूपाणि भवन्ति. किन्तु यत्र कर्मणि भावे इति विषयः आयाति तत्र द्वयोः अपि प्रकारकयोः धातोः साम्यम् अस्ति, रूपदृष्ट्या साम्यम् अस्ति. केवलं मध्ये यकारः स्थापनीयः, अनन्तरम् आत्मनिपदिधातूनां लङ्लकारे यानि रूपाणि भवन्ति तानि एव उभयत्र लभ्यन्ते अस्माभिः. यथा शुभ इति धातुः अस्ति, शुभ लट्लकारे शोभते, शोभते इति सुब्रह्मण्यमहोदय तत्र शोभते इति आत्मनिपदि शुभ धातुः, तस्य लङ्लकारे लङ्लकाररूपाणि भवन्ति कानि तत्र कर्तरिप्रयोगे? कर्तरिप्रयोगे शुभ धातुः अशुभत प्रथमपुरुष एकवचनं महोदय, अशुभत अशुभेताम् अशुभन्त अशुभथाः अशुभेथाम् अशुभध्वम् अशुभे अशुभे अशुभावहि अशुभामहि. तत्र सर्वत्र किन्तु ओकारः अस्ति खलु, अशो सर्वत्र अस्ति खलु, उकारः आम् महोदय, ओकारः भवति, शोभते अशोभत अशोभेताम् अशोभन्त अशोभथाः अशोभेथाम् अशोभध्वम् अशोभे अशोभावहि अशोभामहि. हा, बहु समीचीनमस्ति. इदानीं कर्तरिप्रयोगे यत् यथा गम् धातोः अगच्छत् तत् तस्य रूपाणि किञ्चित् भिन्नानि सन्ति. तत्र किं पर्णभगिनी वदति वा? लङ् लङि? आं महोदय, अत्र गम् एव अस्ति अस्माकं मूलधातुः इति कृत्वा अगम्यत अगम्येत कर्तरि कर्तरि अगच्छत् अगच्छताम् अगच्छन् अगच्छः अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम इति कृत्वा रूपाणि तु भिन्नानि सन्ति खलु. किन्तु एकवारं यदा वयं कर्मणि लङ्लकारे वदामः तत्र पुनः साम्यमायति, यथा अस्माकम् अशोभत इति जातमासीत् अत्र किं लक्ष्मीभगिनी वदति वा, तत्र शुभधातोः कर्मणि लङ्लकारे न शुभधातोः इति न गम् धातोः कर्मणि लङ्लकारे किं किं भवति? अगम्यत अगम्येताम् अगम्यन्त अगम्यथाः अगम्येथाम् अगम्यध्वम् अगम्ये अगम्यावहि अगम्यामहि इति रूपाणि भवन्ति. यद्यपि गम् धातुः किन्तु परस्मैपदी, तथापि कर्मणि प्रयोगे यथा आत्मनेपदिधातूनां रूपाणि भवन्ति तथैव केवलं मध्ये यकारः स्थापनीयः अस्ति. अपि च लट्लकारः भवतु लोट्लकारः भवतु लङ्लकारः भवतु विधिलिङ्लकारः भवतु, अस्माकं कर्तरि एकं द्वे एकं कर्मणि त्रीणि एकम् एकम् इति मनसि भवति चेत् अस्माकम् अशुकार्यं न कदापि स्यात्. अस्तु, तर्हि तदाधारीकृत्य अग्रे गच्छेम. अन्य कोऽपि अस्ति वा? निहारिका अस्मि. निहारिका भगिनी स्वागतम्. अनन्तरं श्रीनिवासमहोदय. अस्तु, बहु समीचीनमस्ति. इदानीं कथा अस्ति अत्र द्विचत्वारिंशदधिकशततमे पुटे कथा अस्ति. तत्र अखिला अखिला भगिनी अस्ति खलु, भवती पठति वा? अखिला भगिनी नाम श्रुतम् आसीत् इति नास्ति चेत् अस्तु अस्तु, अन्या आसीत्. तर्हि किम् अत्र मीना भगिनी, मीना भगिनी. आं महोदय. एतां कथां सोरि परेषां दुःखं स्वदुःखम् एतां कथाम् उच्चैः पठत. कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म. माता पुत्रौ उभौ अपि दयापरौ. लघुगृहे एव आसीत् तयोः वासः. कदाचित् वृद्धा रुग्णा जाता. औषधस्य निर्माणाय तया लोघ्रवृक्षस्य त्वक् ऐष्यत. तया पुत्रः आहूयत. स्वीया अपेक्षा असूच्यत च. समीचीनमस्ति. अत्र कथायां किमस्ति? कथायां टैटल् इति वार्ता किं महोदय? किं किं टैटल्? परेषां दुःखं सुखदुःखं कथायां, कथायाः नाम परेषां शीर्षकमिति वदामः. शीर्षकं शीर्षकं संस्कृतेन किं भवति? शीर्षकं शीर्षकम्. अस्तु, अग्रे गच्छतु. ओके, एकः ग्रामे एका वृद्धा तस्याः पुत्रेण सह वसत् अवसत्. पुत्रस्य माता च पिता च माता च पुत्रः च उभौ अपि दयागुणः दया अस्तु, लज्जा मास्तु, यथा गुणिगुणिनौ दयागुणिनौ. अस्तु, तस्य गृहं विशालः न अस्ति, लघुगृहमेव. एकसमये वृद्धायाः असुस्थम् आसीत्. औषधं किमस्ति अत्र? यत्र वृद्धायाः इति वदति तत्र अग्रे यत् पदमस्ति तत्तु विशेषणं न स्यात्. यथा विशेषणं भवति स्वस्थः, तत् भावे स्वास्थ्यमस्ति. वृद्धायाः असुस्थ्यं तादृशं किमपि स्यात्. अग्रे औषधं कृत्वा लोग्रवृक्षस्य त्वक् ऐच्छत् समीचीनं तत् कारणात् पुत्रः आह्वयत् स्वीया अपेक्षा स्वीया इति भार्या महोदय स्वस्याः स्वस्याः मदीयं पुस्तकं मदीया माता मदीयः पिता इति भवदीयः इति वदामः खलु भवदीया भवदीयः भवदीयं यत्र तत्र यत्र बालकस्य बालिकायाः अत्र कश्चन भेदः अस्ति. बालकस्य बालिकायाः इत्यादीनां शब्दानां लिङ्गं भवति कर्तृपदम् अनुसृत्य. नाम यः पुरुषः यः मनुष्यः अस्ति सः पुरुषः अस्ति चेत् तत्र षष्टिविभक्त्यन्तं पदं तत्र पुल्लिङ्गस्य पुरुषस्य. यद्यपि कथा इति स्त्रीलिङ्गशब्दः स्यात् पुरुषस्य कथा, यतोहि पुरुषः शब्दः स्त्रीलिङ्ग पुल्लिङ्गशब्दः अस्ति पुरुषस्य कथा. किन्तु यत्र भवदीय मदीय स्वीय इत्यादीनि पदानि भवन्ति तत्र यस्य अस्ति तस्य लिङ्गम् अस्ति. नाम यस्य इति न यत् यथा यस्य अस्ति तस्य लिङ्गमिति सामान्यमस्ति पुरुषस्य तत्र मातुः इत्यादि शब्दानां. किन्तु विपरीतक्रमेण यथा पुस्तकं यस्य अस्ति तत्र पुस्तकं नपुंसकलिङ्गे अस्ति इति कृत्वा स्वीयं पुस्तकं. यद्यपि यस्य अस्ति सा तु महिला अस्ति यस्याः सा तु महिला अस्ति यस्याः पुस्तकमस्ति. किन्तु अत्र मदीयं पुस्तकं भवदीयं पुस्तकं स्वीयं पुस्तकम् अत्र अपेक्षा स्त्रीलिङ्गशब्दः इति कृत्वा स्वीया. बुद्धम् आम् आं महोदय. तत् वृक्षं सारि तं वृक्षं किं केन मार्गेण कुत्र अस्ति भवती स्वीया अपेक्षा असूच्यत च अस्तु इति अस्ति हा स्वीयापेक्षा समीचीनमस्ति. इदानीम् अग्रे गच्छेम तर्हि अत्र अजय महोदय स्वीयापेक्षा असूच्यत इति कर्तरीप्रयोगे वदति वा नमस्ते महोदय अखिल अस्मि क्षम्यताम्. अस्तु भगिनि हा अन्य कोऽपि अस्ति वा आहूतवान् पूर्वम् अपि किन्तु भवती नासीत् तस्मिन् समये. अस्तु अजय महोदय वदतु. स्वीयापेक्षा असूच्यत तत्र कर्तरिप्रयोगे लट्लकारे असूच्यत इति किं भवति सूचयत् लट् वर्तमानकाले लट् सूचति न सूचति इति नास्ति अत्र निहारिका भगिनी वदति वा लट् लटि असूच असूचय तत्र असूच्यत इत्यस्य कर्तरि लट् किं भवति न जानामि महोदय सूचयति भवति वा सूचयति अहमपि न जानामि सूचयति भवति वा पुष्पभगिनी पुष्पभगिनी एकवारं पुनः वदामि यदा भवत्याः अपेक्षा अस्ति तदानीं वदामि उक्त्वा एव अहं वदामि पृच्छा सुब्रह्मण्यमहोदय सर्वे जनाः नाम मिलित्वा अस्माकम् अत्र वर्गः अस्ति खलु स्वस्य इच्छया न कोऽपि किमपि करोति यदा नाम भवति तदा अस्तु अस्तु पुष्पभगिनी वदति तर्हि वदतु सूचयति इति परिचितं रूपमस्ति खलु सूचयति इति चेत् रमेशमहोदय तत्र सूचयति अस्ति इति अस्य कर्तरि लङ् किमस्ति सूचयत् तर्हि भवान् एव वदति वदतु अत्र वृद्धया स्वीया अपेक्षा असूच्यत इत्यस्य कर्तरिप्रयोगे किं भवति लङ्लकार इति वदति वा वृद्धा स्वस्य इच्छा लङ्लकारे लङ् लङ् हा स्वीया अपेक्षा इति अस्ति स्वीया अपेक्षा वृद्धा स्वस्य अपेक्षा असूच्यत न असूच्यत इत्यस्य लङ् इति भवान् उक्तवान् खलु तत् कर्तरि लङ् किम् अस्ति पुनः वदतु असूच्यत् असूचयत् तर्हि इदानीम् एकं द्वे एकं त्रीणि एकम् एकम् इति त्रीणि एकम् एकम् इति भवान् कर्तरि प्रयोगच्छति वा सत्यं सा असूचयत् सा असूचयत् हा इदानीं पूर्णतया वाक्यं पुनः वदामि वृद्धया स्वीया अपेक्षा असूच्यत वृद्धा स्वस्य इच्छा स्वस्य इति कुत्र स्वीया इति वारं वदामि स्वीया स्वस्य नास्ति स्वीया इति स्वीया अपेक्षा वृद्धा स्वीया अपेक्षा असूच्यत असूचयत् खलु किन्तु कर्मपदस्य का विभक्तिः भवति लट्लकार कर्तरिप्रयोगे धन्यवादः महोदय आमामां स्वीयाम् अपेक्षाम् इदानीं पुनः वदतु कृपया धन्यवादः वृद्धा स्वीयाम् अपेक्षाम् असूचयत् असूचयत् असूचयत इति न असूचयत् इति तत्र परस्मैपदे इति वदामश्चेत् असूचयत् धन्यवादः महोदय अस्तु अस्तु सम्यक् अस्ति तर्हि इति अस्ति अस्मिन् भागे कोऽपि प्रश्नः अस्ति वा दयापरौ सर्वे अवगच्छन्ति दयापरौ मातापुत्रौ उभौ अपि दयापरौ दयापरौ इति किमर्थमस्ति द्विवचने तु अस्ति किन्तु परशब्दः किमर्थम् नताशाभगिनी वदति वा वदतु अन्यजनाः दया परः अपरेषां जनानाम् अपेक्षया खलु अपरेषाम् अन्येषां जनानाम् अपेक्षया अधिकम् इति कृत्वा दयापरौ तत्र तुलनात्मकशब्दः अस्ति परशब्दः परशब्दः तथा अस्ति अग्रे गच्छेम धातुरूपः ऐषता इति अखिल भगिनी वदतु कृपया इच्छति धातुः इच्छति इति लटि धातुः कः इष् खलु महोदय इष् इति धातुः ओ इष् इति हा इति इष् इति धातुः इच्छति इति हा इति अस्ति अग्रे वदतु किञ्चित् कर्तरिप्रयोगे लट् किं भवति कर्तरिप्रयोगे लट् ऐषत् इति भवति लङ् ऐच्छत् इषु गम्यमां चेत् इषु गम्यमां चेति तत्र इष् इति स्थाने इच्छ इति आगच्छति तर्हि लट् लङ् विदुर्लिङ्ग् लोट् मध्ये इच्छ इति भवति ए अयोगः इच्छ योगः इत् तर्हि ऐच्छत् इति भवति अत्र इष् धातुः तत्र कर्मणि प्रयोगे तथा नास्ति यतोहि मध्ये यक् अस्ति तर्हि कर्मणि प्रयोगे लटि इष्यते इति रूपं लङ् मध्ये तु ऐष्यत इति भवति बहु समीचीनमस्ति अनन्तरम् आहूयत इति रूपं कथमस्ति आहूयत इति रूपं सुब्रह्मण्यमहोदय तत्र किञ्चित् वदति वा तत्र कथमस्ति अत्र धातुः अस्ति वे महोदय तस्य आह्वयति इति तस्य लट् रूपं लट् कर्तरी रूपं कर्तरी लङ् भवति आह्वयत् कर्मणि लङ् भवति आहूयत अत्र ह्वे परिवर्तनं भूत्वा हू भवति महोदय यथा सम्प्रसारणमस्ति खलु वकारस्य उकारः भवति अत्र ह्वे हू भवति तत्कारणात् अत्र आहूयत लङ् कर्मणि रूपं तत्र वैशिष्ट्यमस्ति पुनः यतोहि कितिङिति प्रत्यये परे सम्प्रसारणं भवति इति तु सत्यं यक्यत् अस्ति इति कृत्वा सम्प्रसारणं तु भवति तत्र हु उकारस्य स्थाने वकारः क्षम्यतां वकारस्य स्थाने उकारः इति तु भवति अनन्तरं पूर्वपर स्थाने तत्र पूर्वरूपादेशः इति भवति इति अस्ति एकं किन्तु अत्र दीर्घत्वम् अस्ति खलु आं महोदय क्षम्यतां ये अस्माकं व्याकरणवर्गे न सन्ति अत्र केवलं वदामि शीघ्रमेव अत्र किञ्चन सूत्रमस्ति हलः न हलिचाति न हलः इति सूत्रम् अत्र द्वितीय अन्यत् सूत्रमस्ति हलः हलः इति सूत्रेण अङ्गावयवात् हलः परं यत् सम्प्रसारणं तदन्तस्य दीर्घः अतः अत्र किमस्ति तत्र हकारः इति पूर्वमस्ति हल्वर्णः अनन्तरम् उकारः यथा वद् इत्यस्य सम्प्रसारणं किं भवति कर्मणि वद् इत्यस्य कर्मणि प्रयोगे किं भवति अत्र शिल्पभगिनी वदतु वद् इत्यस्य कर्मणि किमस्ति वदति कर्मणि कर्मणि उद्यते हा उद्यते बहु समीचीनमस्ति वच् इत्यस्य किं भवति सन्ध्या भगिनी वदतु वच् इति हा कर्मणि सम्प्रसारणं कृत्वा वद् इत्यस्य उद्यते वच् इत्यस्य निहारिका भगिनी सहायं करोति वा वाच्यते वच् इत्यस्य सम्प्रसारणं कृत्वा श्रीनिवासमहोदय महोदय उच्यते उच्यते अत्र सम्प्रसारणं नाम अग्रे गत्वा ज्ञास्यामः यत् यत्र कश्चन सन्धिः अस्ति यत्र उकारस्य स्थाने वकारः इकारस्य स्थाने यकारः इति भवति अत्र विपरीतक्रमेण भवति अत्र यकारस्थाने इकारः वकारस्थाने उकारः वद् इति वकारस्य उकारः वद् उद्यते वच् उच्यते अत्र वः इति धातुः अस्ति वहति तर्हि निहारिका भगिनी वदतु तत्र किं स्यात् वहति इत्यस्य कर्मणि भगिनि वह्यते न किं मया किम् उक्तम् इदानीं वकारस्य स्थाने वद् इति अस्य उद्यते वद् इति अस्य उच्यते वहति इति उह्यते सम्प्रसारिणः सम्प्रसारणिनः धातवः एते वद् उद्यते वच् उच्यते वः उह्यते किन्तु ह्वे धातोः तत्र हूयते इति हुये इति अस्य वकारस्य स्थाने उकारः हूयते इति ह्रस्व उकारः इति स्यात् किन्तु यद् पश्यतु तत्र वद् वच् वः अत्र प्रथमवर्णः वकारः तस्य स्थाने उकारः अत्र हुय इत्यस्य वकारस्य वकारात् पूर्वं हकारः अस्ति हकारः व्यञ्जनमस्ति हवर्णः तस्य प्रभावेन वकारस्य स्थाने यः उकारः अस्ति तस्य दीर्घत्वं भवति हलहति सूत्रेण अतः हूयते भवति न तु हूयते हूयते दीर्घः आहूयते आ उपसर्गपूर्वकः अतः अत्र दीर्घत्वम् अस्ति हलहति सूत्रं केवलं सम्प्रसारणस्य प्रसङ्गे हलिचाति भिन्नमस्ति अस्तु समीचीनमस्ति अग्रिमभागः तर्हि अग्रे नताशभगिनी तत्र अग्रे पठतु कृपया पुत्रेण पुत्रेण वनम् अगम्यत् बहुत्र वदतु पुत्रेण अत्र हिन्दी नास्ति संस्कृतम् पुत्रेण वनम् अगम्यत अगम्यत अस्तु अग्रे बहुत्र अन्विष्य अन्ते तेन लोध्रवृक्षः अदृश्यत तेन परशुना लोध्रत्वचः अकृत्यन्त ताः सर्वाः संगृह्य गृहम् आनीय मात्रे अदीयन्त मात्रा लोध्रत्वचा औषधम् अक्रियत तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता अस्तु अत्र किम् अभवत् पुत्रः वनम् अगच्छत् तत्रापि पुत्रः बहुत्र अन्विष्य बहवः प्रयत्नेन लोध्रवृक्षं लोध्रवृक्षं पश्यत किं किं लोध्रवृक्षः बहवः प्रयत्नेन पुत्र लोध्रवृक्षं पश्यामि अपश्यत् तेन परशुना लोध्रत्वचः अकृत्यन्त तत्रापि पुत्रः परशुनेन लोध्र परशुनेन कथम् अत्र उकारान्तशब्दः प्रातिपदिकं किं परशु परशु ओ यथा शिशुशब्दः शिशु शिशुशब्दस्य तृतीयविभक्त्यन्तं रूपं किम् तृतीयविभक्तौ सन्ध्यापदिनी वदतु शिशुशब्दः शिशवः तृतीयविभक्तौ एकवचने शिशुशब्दः सन्ध्या भगिनी वदतु आम् शिशूनि सर्वे विस्मृतवन्तः अस्ति वा शिल्पा भगिनी वदतु शिशुशब्दः शिशुशब्दः तृतीयविभक्तौ एकवचने शिल्पा भगिनी अस्तु अस्तु शिशुना एवमेव परशुना पुत्रः परशुना लोध्रत्वचः लोध्रत्वचः इति शब्दस्य परिचयः कः का विभक्तिः किं वचनम् पद्मा भगिनी वदतु लोध्रत्वचः लोध्रत्वचशब्दपरिचयः कः का विभक्तिः किं वचनमिति एकवचनं षष्ठीविभक्ति पद्मा भगिनी वदतु क्षम्यतां महोदय प्रथमा विभक्ति पद्मा भगिनी किं वचनं एकवचनं प्रथमा विभक्तिः तत्र सुब्रह्मण्य महोदय अत्र त्वक् प्रातिपदिकमस्ति महोदय त्वचः तु अत्र प्रथमाविभक्ति बहुवचनरूपमस्ति अत्र त्वक् इत्यस्य किञ्चित् वदतु विभक्तिरूपाणि त्वक् त्वक् त्वचौ त्वचः त्वचं त्वचौ त्वचः त्वचा त्वग्भ्यां त्वग्भिः बहु समीचीनम् इत्यादीनि रूपाणि भवन्ति खलु त्वक् त्वचौ त्वचः लोध्रत्वचः इति अत्र नूतनं किमपि नास्ति सर्वे जानन्ति लोध्रत्वचः प्रथमाविभक्तौ अपि च यद्यपि कोऽपि विस्मृतवान् स्यात् किन्तु वाक्यस्य आकृतिं दृष्ट्वा अनुमानं सुलभतया भवितुमर्हति कथम् अकृत्यन्त इति दृष्ट्वा अकृत्यन्त तत्र वाक्यस्य आकृतिं दृष्ट्वा कथं अनुमानं कर्तुं शक्नुमः लोध्रत्वचः इति शब्दस्य कः परिचयः स्यात् इति लक्ष्मी भगिनी वदतु अकृत्यन्त कर्मणि बहुवचनरूपं तत्र कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं भवति अकृत्यन्त बहुवचनरूपं तदर्थं त्वचः बहुवचनम् एव हा नाम लोद्र त्वचः इति कीदृशशब्दः तर्हि प्रथम वाक्ये कर्मपदं सर्वे पश्यन्तु अत्र कर्मपदं तु अस्ति खलु तेन परशुना लोद्र त्वचः अकृत्यन्त के अकृत्यन्त काः अकृत्यन्त लोद्रत्वचः इति कृत्वा कर्मपदमस्ति तर्हि अकृत्यन्त इति बहुवचने अस्ति तदाधारीकृत्य लोद्रत्वचः इति बहुवचने स्यात् का विभक्तिः स्यात् त्रीणि एकमेकम् त्रीणि एकमेकम् इति कृत्वा तत्र कर्मपदस्य प्रथमाविभक्त्यन्तं रूपं भवति लोद्रत्वचः इति प्रथमाविभक्तौ अस्ति अकृत्यन्त इति दृष्ट्वा बहुवचने तर्हि प्रथमाविभक्तौ द्वितीयवचने बहुवचने इति भवेदेव वाक्यस्य आकृतिं दृष्ट्वा नो चेत् शब्दमेव दृष्ट्वा वयमपि ज्ञातुं शक्नुमः त्वक्त्वचौ त्वचः इति षष्ठीविभक्तिः कथम् स्यात् अत्र षष्ठीविभक्तेः एकवचनान्तरूपं भवितुमर्हति स्म किन्तु शब्दं दृष्ट्वा किन्तु वाक्यस्तरे तु षष्ठी कथम् स्यात् अत्र अत्र प्रथमाविभक्तिः अपेक्षिता अस्ति खलु अस्तु तर्हि अग्रे अकृत्यन्त अकृत्यन्त इत्यस्य धातुः कः स्यात् कः धातुः स्यात् अत्र कः अपर्णा भगिनी वदतु कृत् धातुः वा महोदय कृत् छेदने इति यतोहि अत्र कर्मणि प्रयोगे धातु मूलधातुतः यक् प्रत्ययः आयाति अत्र नाम किमर्थम् अत्र कृत् स्यात् न तु कर्त् धातुः कथं किमर्थं कर्त् धातुः न स्यात् अत्र कृत् धातुः स्यात् यतोहि कर्मणि प्रयोगे मूलधातुम् एव वयं स्वीकुर्मः अत्र यक् प्रत्ययेन किमपि परिवर्तनं न भवति कित्वात् गुणनिषेधः इति कृत्वा कृत् अस्ति धातुः तत्र तुदादिगणे कृन्तति इति अस्ति शे मुचादीनाम् इति मुचादि अन्तर्गणे अस्ति नुमागमः भवति कृन्तति इति अस्ति स्तुदादिगणे अस्तु अग्रे गच्छेम तर्हि भवती एव पठतु कृपया पठनभगिनी ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अधीयन्त मात्रा लोद्रत्वचा औषधम् अक्रियत तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता लोद्रत्वचः ताः इति सः तौ साते ताः इति यतोहि स्त्रीलिङ्गशब्दमस्ति त्वत् शब्दः ताः सर्वाः पुत्रः सङ्गृह्य पुनः वदतु ताः सर्वाः काः लोद्रत्वचः अस्तु सङ्गृह्य गृहम् आनीय मात्रे अधि मात्रे इति चतुर्थी विभक्तिः मात्रे अधीयन्त अत्र अधीयन्तरूपं दा धातुः अस्ति अददत् इति कर्तरीप्रयोगे अस्ति अत्र दा धातुः यथा यक् प्रत्ययस्य योजनेन ईकारः प्राप्तिः अस्ति एकं विशिष्टसूत्रमस्ति अत्र घुमास्था गापा जहाति साम हलि बहु सम्यक् अत्र यतोहि अत्र बहुवचनं यथा पूर्वं वयं वयं पठितवन्तः तत्र कर्मपदम् अनुसृत्य तस्य वचनमपि भवति अदीयन्त इति कर्मणि प्रयोगे लङ्लकारे भवति. तत्र कर्मपदं लोध्रत्वजः एव. ताः सर्वाः लोध्रत्वजः. बहु समीचीनमस्ति. तथैव भवति. किं अग्रे पठामि वा महोदय? बहवः जनाः सन्ति खलु, अन्य कोऽपि वदतु इति. अग्रे पुष्पा भगिनी वदतु कृपया. शीघ्रमेव पुष्पा भगिनी. पुनः कदाचित् तया. कुत्र अस्ति? मात्रा लोध्रवचा औषधम् अक्रियत. कर्तृपदं किं? कर्तृपदम् औषधं न लोध्र कर्त्री मात्रा क्रियत मात्रा. धन्यवादः. मम भयं भवति स्म. मात्रा इति क्रियापदमस्ति खलु. अत्र लोध्र त्वचा इति का विभक्तिः? तत्तु तृतीया विभक्ति. तदपि क्रिय कर्तृपदमस्ति वा? न, तृतीया विभक्ति. तृतीयविभक्ति अस्ति, कर्मपदं कर्मपदं नास्ति, कर्तृपदं नास्ति. कर्तृपदं मात्रा नाम विस्मरति. सत्यं सत्यं, किन्तु भवत्या यद् उक्तं तत्तु सत्यमेव. न कर्तृपदं न कर्मपदं, यद्यपि तृतीया विभक्तौ अस्ति किन्तु कर्तृपदत्वं नास्ति तस्य अर्थं दृष्ट्वा खलु. मात्रा अक्रियता, लघु त्वचा अक्रियता इति नास्ति. वस्तुतः क्षम्यतां, लोध्र त्वचा इति अत्र माध्यमसाधनतृतीया अस्ति. औषधमस्ति साधनम्. औषधं कृतेन, औषधं कृतेन लोध्र त्वचा इति तृतीया विभक्ति अस्ति. माध्यमतृतीया अस्तु. अपि च कर्मपदं किं? कर्मपदम् औषधम्. अस्तु, समीचीनमस्ति. अक्रियत नपुंसकलिङ्ग अक्रियत. अक्रियत् मात्रा लोध्रत्वचा औषधम् अक्रियत्. अक्रियत कर्तृप्रयोगे अक्रियत्. एवं वा? नूतनसमाचारः. सम्यक्तया वदतु तर्हि, कर्तृप्रयोगे वदतु वाक्यं. कर्तृप्रयोगे कथमस्यात् अत्र कर्तृप्रयोगे सहदेव महोदय वदतु. मात्रा लोध्रत्वचा औषधम् अक्रियत. कर्तृप्रयोगे वदतु महोदय. अपि च पुष्पभगिनी म्यूट् करोतु, यस्य गृहे ध्वनिः अस्ति प्रायः पुष्पभगिन्याः, म्यूट् करोतु. सहदेव महोदय, कर्तरि यस्य गृहे सम्भाषणं प्रवर्तमानमस्ति तत्र म्यूट् करोतु कृपया. सहदेव महोदय, कर्तरि कर्तृपदं प्रथमविभक्ति, माता लोध्रत्वचा इति तिष्ठति यथावत्. अग्रे माता लोध्रत्वचा कर्मपदं प्रथमविद्वितीय सो औषधं. का विभक्तिः? नपुंसकलिङ्ग द्वितीय विभक्ति. द्वितीयविभक्ति, बहु सम्यक्. अनन्तरं अनन्तरं अक्रियत कर्तरि लोत् अकरोत् बहु सम्यक् अस्ति अकरोत् इति अस्ति करोति अकरोत् बहु सम्यक् अस्ति अस्तु अग्रिमवाक्यं पठतु कृपया तस्य तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता इति अस्ति अत्र किमपि कार्यं नास्ति तस्य तस्याः स्वास्थ्यं सम्यक् जातम् इति रोगमुक्ता अस्तु नैहारिका भगिनी अग्रे कृपया पठति वा भगिनि पुनः आम् आम् म्यूट् कृतवती आसम् पुनः कदाचित् तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोक्यत तया आतङ्केन पुत्रः अपृच्छत वत्स भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् इति पुत्रेण न किमपि कथयत् पुत्रेण न किमपि अकथयत् तेन अकथ्यत तेन तूष्णीम् अस्थीयत तदा मात्रा सानुरोधम् अपृच्छ्यत पुत्र किं जातम् उच्यताम् इति अस्तु अस्मिन् किं लिखितमस्ति कथा का अतः रक्तरञ्जितं श्वेतवस्त्रम् इत्युक्ते वस्त्रं पूर्वं श्वेतवर्णीय आसीत् अनन्तरं रक्तवर्णीयं जातम् इति वा किन्तु पूर्णतया न तस्मिन् रक्तवर्णम् रक्तवर्णः आगतः आम् अत्र पुत्रः एकं तस्य वस्त्रं दृष्टवान् श्वेतवस्त्रं तस्य उपरि किञ्चित् रक्तवर्णम् आगतम् सः पृष्टवान् श्वेतवस्त्रं कथं रक्तमयं जातम् कथम् एवं रक्तवर्णम् आगतम् इति पृष्टवान् सः तदानीं पुत्रः उत्तरं न दत्तवान् अनन्तरं माता पुनः पृष्टवती पुत्र किं जातं किम् अभवत् वदतु अनन्तरम् ओ किमर्थं वदतु इति अस्तु तावदेव अस्ति अस्तु बहु समीचीनमस्ति अनन्तरम् उत्तरम् आयाति अस्तु सम्यक् अस्ति प्रथमवाक्यं कर्तरि किं कर्तरि वदति वा पुनः कदाचित् तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोक्यत पुनः कदाचित् माता पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् अदृश्यत् अत्र दृश् धातुः नास्ति खलु ओ आम् आलोकयत् आलोकयत् आलोकयति अथवा लोकते अपि भवितुमर्हति स्म. तत्र विकल्पद्वयमस्ति, द्वयमपि समानमस्ति. लोकते आलोकते, लोकते इति अस्ति चेत् आलोकते तस्य लङ् किमस्ति? पुनः लोकते इति अस्ति खलु, लोकते आत्मनेपदी आलोकते इति चेत् तस्य लङ् किं स्यात्? आलोक्यते, आलोक्यत. न, कर्तरिप्रयोगे, कर्तरिप्रयोगे लङ् यथा किमपि शोभते, शोभते इत्यस्य लङ् लकारः कः? अशोभत्. न, न, विस्मृतवती, अशोभत् इति नास्ति अत्र. श्रीनिवासमहोदय वदतु कृपया, शोभते इत्यस्य शोभते लङ् लकारः कर्तरि किं? कर्तरि लङ् अशोभत, अशोभत, अशोभत. तर्हि आलोकते इत्यस्य किं भवति? आलोकत, आलोकत. तर्हि आहत्य वाक्यं वदतु. पुनः कदाचित्, पुनः कदाचित् माता पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोकत. अस्तु, बहु सम्यक् अस्ति. अग्रे अखिला भगिनी, अग्रे. तया आतङ्केन पुत्रः अपृच्छत्. सा आतङ्केन पुत्रम् अपृच्छत्. वत्स भवत, अग्रे अग्रे. हा, वत्स भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् इति. हा, अस्तु, बहु समीचीनमस्ति. अग्रे अग्रे शुभा भगिनी, अग्रे वदति वा? आम्, पुत्रेण पुत्रेण न किमपि अकथ्यत. पुत्रः न किमपि अकयत् आकारः नास्ति, अकारः, कथयति. पुनः वाक्यं तर्हि. पुत्रः न किमपि अकथयत्. अस्तु, सम्यक् अस्ति. अग्रिमं पठ, अग्रिमं पठतु कृपया. तेन तेन तेन तुष्णीन् तेन तुष्णीन् अस्ति अस्ति यत. तुष्णीं नाम तत्र किमपि न वदति स्म. सः क्रियाविशेषणमस्ति, तस्य परिवर्तनं न भवति. तेन तेन सः तुष्णीं अस्ति यत् अत्र किञ्चित् वैशिष्ट्यमस्ति. अत्र अस्थि यथा इत्यस्य धातुः कः? स्था धातुः. बहु समीचीनमस्ति. इदानीं वर्तमानकाले लट्लकारे तस्य रूपं किं? स्था धातुः. हा, तिष्ठति. बहु सम्यक्, बहु सम्यक् अस्ति. तिष्ठति, तस्य लङ्, तस्य लङ्, तिष्ठति इत्यस्य लङ्. हा, इदानीं पुनः वदतु. बहु सम्यक्. सः तूष्णीम् अतिष्ठत्. हा, बहु सम्यक् अस्ति. अत्र भावप्रयोगः न तु कर्मणि. बहु सम्यक् अस्ति. अग्रे गच्छेम तर्हि. लक्ष्मी भगिनी अग्रे कृपया. तदा मात्रा सानुरोधम् अपृच्छेत, पुत्र किं जातम् उच्यताम् इति. तदा कर्तरी परिवर्तनं करोमि चेत् तदा माता सानुरोधम् अपृच्छत् पुत्र किं जातम् वदतु. वक्तु. आं महोदय. इति अस्ति. बहु सम्यक्, बहु सम्यक्. अग्रे सुब्रह्मण्यमहोदय कृपया अग्रे अनुच्छेदं पठतु कृपया. तदा पुत्रेण अकथ्यत, अम्ब तस्मिन् दिने लोध्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात्. यद्यपि तेन वक्तुं न शक्यते तथापि वेदना स्यादेव इति. अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति. अतः मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत, ततः रक्तप्रवाहः आरब्धः, तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति. अत्र तदा पुत्रेण अकथ्यत, अत्र अकथ्यत पुत्रेण अकथ्यत, अत्र तदा पुत्रः प्रथमतया अनुच्छेदस्य आहत्य अर्थः कः? कस्य महोदय? अस्य भागस्य, अस्य परिच्छेदस्य अर्थः आहत्य. अत्र परिच्छेदस्य अर्थः अस्ति यः विचारः पुत्रस्य मनसि अस्ति तस्मिन् विषये अत्र किञ्चित् दत्तमस्ति. पुत्रः यदा पुत्रः लोध्रवृक्षस्य छेदनं कर्तुं सिद्धः अभवत् तस्मिन् समये तस्मिन् मनसि किञ्चित् विचारः आगतः. विचारः, यदि विचारः अस्ति वृक्षः अपि किञ्चित् वेदना अनुभवति स्यात् यदा सः तस्य चर्मं कर्तयति तस्मिन् समये वृक्षः स्यात् इति तादृशं वाक्यं भवति वा? वेदना अनुभवति न महोदय, वेदना अनुभूता स्यात्. वेदना अनुभूता स्यात्. तर्हि वाक्यं पुनः वदतु. अत्र पुत्रः चिन्तयति यदा सः वृक्षस्य चर्मं कर्तयति तस्मिन् समये वृक्षः अपि कियती वेदना अनुभवति इति. तस्य चिन्तनमस्ति अत्र. किन्तु तदानीम् अनुभवति इति अकर्मकः अथवा सकर्मकप्रयोगः? अनुभवति अनुभवति तत्तु अत्र वेदनाम् अनुभवति महोदय. वृक्षः वेदनाम् अनुभवति. क्षम्यताम् अत्र वृक्षः अपि किञ्चित् किञ्चित् वेदनाम् अत्र तु किञ्चित् न भवति खलु महोदय, काञ्चित् वेदनाम् अनुभवति. किञ्चित् इति अव्ययपदमस्ति वस्तुतः, तत्र किञ्चित् इति केवलम् अव्ययपदरूपेण कस्यापि कस्मिन्नपि विषये वक्तुं शक्नुमः. यदि विशेषणत्वेन प्रयोक्तुम् इच्छामः तदानीं यल्लिङ्गं याच यद्वचनं याच विभक्तिः इत्यादिकम् अस्ति. अतः यद्यपि अतः विकल्पः अस्ति वस्तुतः, किञ्चित् इति दोषाय नास्ति. काचित् अपि काचित् वेदना इति अपि भवितुमर्हति. नास्तु अग्रे. सः चिन्तयति वृक्षः वेदनाम् अनुभवति परन्तु सः वक्तुं न शक्यते, सः तत्कारणात् सः वक्तुं न शक्यते, वृक्षः वक्तुं न शक्नोति महोदय. सः शक्यते वृक्षः वक्तुं न शक्नोति परन्तु वृक्षः वेदनाम् अनुभवति निश्चयेन अनुभवति इति सः चिन्तयति. तथा चिन्तयित्वा सः अपि तां वेदनां अनुभूय तस्य चर्मम् अपि किञ्चित् कर्तयति. तत्कारणात् रक्तप्रवाहः आरब्धः, तत्कारणात् तस्य श्वेतवस्त्रं रक्तरञ्जितम् अभवत् इति. अस्तु, अस्तु, बहु समीचीनमस्ति. अत्र कार्यं न्यूनमस्ति, केवलमेकं वक्तव्यमस्ति. अत्र उपरि पश्यन्तु यत् तेन परशुना लोद्रत्वचः अकृत्यन्त इति रूपमस्ति. अकृत्यन्त अत्र चर्म अकर्त्यत रूपभेदः अस्ति खलु? आं महोदय. अकृत्यत अकर्त्यत, अकृत्यत अकर्त्यत. तत्र अखिलाभगिनी किं वदति भवती? तत्र अकृत्यत इति यदस्ति तत्तु यथा पूर्वं वयम् उक्तं तत्र तुदादिगणीयः कृत् धातुः महोदय. अकर्त्यत इति अत्र लिच्प्रयोगं तस्य इति चिन्तयामि. कर्तयति इति रूपम् अकर्तयत इति कर्मणि रूपम् इति. हा हा, समीचीनमस्ति. हा, तत्र प्रेरणार्थके नेच्छति वा? तत्र तदेव चिन्तयामि महोदय, तत्र प्रेरणार्थके निच्छति कर्तय इति अङ्गं भवति इति चिन्तयामि. तत्र कर्तय इति अङ्गम् इति तु अस्ति, किन्तु स्वार्थे अथवा प्रेरणार्थे? स्वार्थे एव प्रायः कर्तयति अवश्यम्. नाम अपरस्य माध्यमेन तदानीं भवति प्रेरणार्थे. स्वयं कृतवान् खलु? मया स्वस्य चर्म अकर्त्यत इति कृत्वा तत्र अवश्यं स्वार्थे अस्ति खलु? आम् आम् महोदय, सत्यं सत्यं. अत्रापि धातु कृत्येव इति चिन्तयामि खलु महोदय, तत्र पुगन्तलघुपदस्य इत्यनेन कर्तय इति गुणं भवति वा इति तादृशधातुः चुरादिगणे नास्ति कृत्. तत्र मया अपि दृष्टं कर्त् तत्र आप्ते शब्दकोशे लिखितमस्ति यत् तादृशधातुः अस्ति चूरादिगणे कर्त्, कर्त् इति साक्षात् कर्त् इति धातुः, अनन्तरं निचि कर्ति इति धातु. किञ्चित् मातरं प्रष्टुम् इच्छामि यतोहि तस्याः धातुपाठे कर्त् इति तादृशधातुः नास्ति, किन्तु तत्र आप्ते अस्ति लिखितमस्ति. किञ्चित् पृच्छामि, अत्र किञ्चित् वैशिष्ट्यमस्ति यतोहि चुरादिगणे न कृत् न वा कर्त् इति मया दृष्टमस्ति मातुः धातुपाठे, किन्तु आप्ते शब्दकोशे तु कर्त् इति लिखितमस्ति. अतः किञ्चित् मया प्रष्टव्यमस्ति, किञ्चित् वैलक्षण्यमस्ति अस्ति वस्तु अवश्यं. केवलं वक्तव्यमासीत् यत् अकृत्य कर्त्य इति अस्ति अत्र. अस्तु श्रीनिवासमहोदय अग्रे पठतु कृपया पुत्रस्य. महोदय महोदय, यदि तत्तु स्वार्थे अस्ति, स्वार्थे अस्ति चेत् घनस्य आवश्यकता तु अस्ति खलु महोदय, चुरादिगणे एव भवितुम् अर्हति अत्र. चुरादिगणे अस्ति एव, अत्र किञ्चन रूपं चुरादिगणे अस्ति यतोहि स्वार्थे अस्ति, स्वार्थे नेच् केवलं चुरादिगणे भवति नान्यत्र. अस्तु महोदय, अतः चुरादिगणे अस्ति किमपि. अस्तु अग्रे श्रीनिवासमहोदय. पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत, तस्याः नेत्रे सजले जाते, पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया तया सह गाढं आलिङ्गत. पुत्रस्य वचनं श्रुत्वा माता तूष्णीं भवति महोदय. तूष्णीं भवति इति न, सन्तुष्टा भवति. सन्तुष्टा भवति खलु, तूष्णीं नाम मौनव्रतं, मौनव्रतम् इति तु न कृतवती. तस्य नेत्रे अपि जलम् आसीत्. हा, अनन्तरं पुत्रस्य दयागुणं ज्ञात्वा अतीव सा अतीव प्रसन्नं जाता, पुत्रस्य दयागुणं ज्ञात्वा आलिङ्गनं करोति महोदय. आलिङ्गनं करोति. अस्तु, इति आलिङ्ग्यत. आलिङ्ग्यत इति अस्य कर्तरि आलिङ्ग्यते, कर्तरि आलिङ्गयति इति प्रायः अस्ति. आलिङ्गयति, हा, अस्तु, बहु समीचीनमस्ति. अग्रे किञ्चिदेव समयः अवशिष्यते, अग्रे किञ्चित् पठेम तर्हि. अपर्णभगिनी कृपया अग्रे पठतु. अत्र प्रदत्तानि वाक्यानि सावधानतया पठत. पुत्रेण वनम् अगम्यत, अत्र अगम्यत वयं पूर्वं परिशीलितवन्तः. तेन लोध्रत्वचः अकृत्यन्त, मात्रा औषधम् अक्रियत, बालैः पाठः अपठ्यत, तया कथा अलिख्यत, एताभिः नाटके अदृश्येताम्, भवद्भिः उत्तराणि औद्यन्त. एतानि सर्वाणि कर्माणि लङ्लकाररूपाणि सन्ति. कर्मणि लङ्, कर्मणि लङ्, हा. अत्र अदृश्येताम् इति कीदृशरूपमस्ति? अत्र बहुवचनरूपम् अदृश्य इताम् अदृश्येतां, तत्र गुणः भवति बहुवचनरूपं. बहुवचनात् रूपमस्ति. एताभिः नाटके एताभिः इत्युक्ते तृतीया नाटके अदृश्येताम् चिन्तनं कृत्वा वदतु कृपया. अत्र कर्मणि कर्त्री वा एताभिः न, अत्र कर्मणि प्रयोगमस्ति. अत्र तर्हि सूत्रं किं भवति कर्मणि प्रयोगे? त्रीणि एकम् एकम्. अत्र एकम् इत्युक्ते अत्र एकमित्युक्ते कर्मपदम् एकम् अस्ति. कर्मपद न, तत्तु मम इति नास्ति. एकम् इत्युक्ते प्रथमाविभक्तिरूपम् इति कर्मपदस्य, अपि च कर्मपदस्य प्रथमाविभक्तिरूपं. द्वितीय एकम् इत्यस्य क्रियापदस्य किं क्रियापदस्य वचनं न न वचनं नाम क्रियापदस्य एकम् इत्युक्ते किम् इति अत्र शुभा भगिनी वदतु कृपया. अस्तु अजय महोदय वदतु. अजय महोदय त्रीणि एकम् एकम् इत्यस्य द्वितीयम् एकम् इत्युक्ते किम्? अस्तु शुभा भगिनी वदतु. एकाः न, त्रीणि एकम् एकम् इत्यस्मिन् द्वितीयम् एकम् इत्युक्ते किम्? वदतु वदतु शुभा भगिनी, अस्ति वा? ओ आम् अस्मि. द्वितीया अत्र त्रीणि एकम् एकम् भवत्याः नाम मया उक्तं वा? तूष्णीं तिष्ठतु कृपया. शुभा भगिनी वदतु कृपया. द्वितीया त्रीणि एकम् एकम् एकं द्वे एकम् अत्र द्वितीय नाटके एवं तिष्ठति. नाम त्रीणि प्रथमतया सिद्धान्तः कः? त्रीणि एकम् एकम् अत्र एकमेकम् इत्युक्ते किम्? एकम् एताभिः एकं न वाक्यं त्यजतु. त्रीणि एकम् एकं किञ्चित् प्रतिपादयतु. त्रीणि एकम् एकं त्रीणि इत्युक्ते कर्तृपदं तृतीयविभक्ति. त्रीणि कर्तृ तृतीयविभक्तौ कर्तृपदम् अस्ति. एकं प्रथमविभक्तौ कर्मपदमस्ति. एकं क्रियापदं कर्मपदम् अनुसृत्य अनुसृत्य. तर्हि अत्र एताभिः नाटके अदृश्येताम् इत्यस्मिन् किम् अस्ति? एताभिः एताः नाटके एताः नाम किम्? एताभिः इति किं का विभक्तिः? तृतीया. एताभिः एकत्र पदं तर्हि नाटके नाटके नाटके द्वितीयद्विवचने सम्यक् विचिन्त्य वदतु. भवती तु जानाति एव किमस्ति नाटके. अस्मिन् कर्मणि प्रयोगे वाक्ये नाटके प्रथमविभक्तौ अस्ति. किन्तु अत्र एकं वाक्यं पुरतः किन्तु इति मा वक्तु वदतु किन्तु किमपि नास्ति अत्र द्विवचने द्वितीयविभक्ति भवति द्वितीयविभक्ति नाटकं नाटके अजय महोदय किञ्चित् साहाय्यं करोतु अत्र शब्दपरिचयः कत्र अस्ति नाटके नाटके प्रथमा विभक्ति हा किमर्थं त्रीणि एकमेकं कर्मपदं प्रथमाविभक्तिः अस्ति हा प्रथमाविभक्ति अत्र वचनं किं बहुवचनं बहुवचनं बहुवचनमस्ति बहु अत्र अत्र अकीला भगिनी किञ्चित् सहायं करोतु कृपया नाटके इति द्विवचनमस्ति महोदय नाटकं नाटके नाटकानि इति नाटकं नाटके नाटकानि अस्ति खलु द्विवचने तर्हि नाटके इति प्रथमाविभक्तौ द्विवचने कर्मपदं कर्मणि प्रयोगे हा तर्हि अदृश्येताम् अत्र जय महोदय वदतु कृपया अदृश्येताम् इति कीदृशरूपम् अपि च किमर्थम् अदृश्येतां द्विवचन कर्मणि लङ् रूपमस्ति हा द्विवचने द्विवचने किमर्थं किमर्थं स्यात् वचनसम्बन्धः पुरुषसम्बन्धः कर्मपदमस्ति चेत् अदृश्येतां द्विवचनं हा हा इति अस्ति एताभिः नाटके प्रथमाविभक्तौ द्विवचने अतः अदृश्येतामपि द्विवचने अस्ति अदृश्यताम् अदृश्येताम् अदृश्यन्ताम् अपर्णा भगिनी स्पष्टं स्यात् अहं चिन्तयामि नाटके इति सप्तमी इति प्रथमतया तत्कारणेन एव इदानीं स्पष्टमस्ति खलु आं महोदय अस्तु अस्तु अस्तु तर्हि अग्रे इदानीम् अग्रे महोदय अत्र अदृश्येतां लोट् कर्मणि लोट् रूपं वा लोट् कथम् स्यात् अत्र अ अस्ति खलु अ कर्मणि लोट् कथम् स्यात् उपसर्ग न तत्र अड् आगमः अस्ति खलु अपश्यत् अदृश्यत अदृश्येताम् अत्र अ अस्ति कथं वा लोट् अदृश्यताम् अदृश्येताम् अदृश्यन्ताम् इत्युक्ते इति लोट् अस्ति पश्यतु अडागमः तदानीं भवति खलु यदा लङ्लकारस्य विषयः अडागमः गम्यताम् इति लोट् अगम्यत इति लङ् द्विवचने ताम् अस्ति खलु लङि ताम् अग्रिमीपूर्ति पश्यतु अक्रियत अक्रियेतां द्विवचने अस्ति खलु अक्रियेताम् अदृश्येताम् अगम्येताम् अस्तु हा अग्रे गच्छेम तर्हि इदानीं सन्ध्या भगिनी अग्रे पठतु कृपया भवद्भिः भवद्भिः उत्तराणि औध्यन्त उत्तराणि बहुवचनं प्रथमाविभक्ति तर्हि औध्यन्त अपि बहुवचनम् हा बहु सम्यक् अस्ति अत्र धातुः कः अत्र सुब्रह्मण्यो किञ्चित् सहायं करोतु समयस्य अभावे किम् अस्ति अत्र का स्थितिः धातुः अस्ति वद् महोदय अनन्तरं वद् अनन्तरम् अत्र भवद्भिः उत्तराणि औच्यन्त. अत्र भवन्तः उत्तराणि अवदन्. अत्र औद्यन्त इति कथं रूपमस्ति? औद्यन्त इति तु अत्र प्रथमपुरुष बहुवचनकर्मणि लङ् रूपम् अस्ति महोदय. हा अस्ति, किन्तु अकिला भगिनी किञ्चित् साहाय्यं करोतु. अत्र वत् रूपं कथं सिद्धमस्ति, किमस्ति वद् वदति जातम् अस्ति? शिक्षामि महोदय, जानामि. अस्तु, किन्तु समी जानाति इति जानामि, भवन्तः जानाति इति जानामि. अकिला भगिनी अपि वदतु. हा, तत्र वदति इति कर्तरिरूपम्, उद्यते इति कर्मणि रूपं भवति सम्प्रसारणं भूत्वा. अयोगः उद्यत इति भवति, तर्हि तत्र सन्धिकार्यं कृत्वा औद्यन्त इति रूपं भवति. सन्धिकृत यदि सन्धिकार्यम् अभविष्यत् तर्हि अयोगः उ इति किं स्यात्? औ आद्गुणः सूत्रणगुणः. गुणेन किं स्यात्? ओ. ओ, तत्र हलच गुणकार्यमस्ति वा? अत्र गुणकार्यमस्ति वा, नाम सन्धिकार्यमस्ति वा गुणः? न, तत्र तु वृद्धिः भवति अयोगः उ इति. अयोगः उ इति कथं वृद्धिः? आटश्च इति. हा, अत्र सूत्रेण न अत्र वृद्धिः विधीयते. अत्र केवलं गुणः इति नास्ति, यत्र यत्र धातुः अजादिः अस्ति सम्प्रसारणं कृत्वा उद्यते, उद्यते उद्यत इति अस्ति. अयोग तत्र आडजादीनाम् इति सूत्रमस्ति, इत्यनेन आडागमः अस्ति, आकारः आगच्छति, आयोगः उ. तदानीमपि आयोगः उ इति गुणं कृत्वा ओ इति स्यात् खलु? किन्तु यथा अपर्णा भगिनी उक्तवती, अत्र आटश्च इति किञ्चन सूत्रमस्ति, अनेन तत्र लङ्लकारे त्रिषु लकारेषु अन्यतमः अस्ति लङ्, अत्र विधीयते वृद्धिः, वृद्धिः विधीयते. आटश्च अत्र अङ्ग किमस्ति, एकं पाठ कश्चन पाठः अस्ति अस्माकम्, अङ्गलकाराणां अङ्गतिङ्प्रत्ययानां संयोजनम् इति एकं कश्चन पाठः अस्ति इति मन्ये. भुआदिगणे पाठः, तस्मात् पूर्वं यः पाठः तस्मिन् अङ्गस्य सिद्धतिङ्प्रत्ययानां संयोजनं. हा, संयोजनमिति पाठः तत्र अस्ति. एतत् सर्वम् आर्जादीनाम् आटश्च. अतः आयोगः ईक्षत, आयोगः ईक्षत इति मीनभगिनी वदतु, तत्र किं भवति आयोगः ईक्षत? आड्योगः ईक्षत, ऐक्षत. ऐक्षत आयोगः इच्छत. निहारिका भगिनी वदतु, आयोगः इच्छत्, आयोगः इच्छत् किं भवति? ऐच्छत् आयोगः उखत्, आयोगः उखत् इति रमेशमहोदय वदतु, आयोगः उखत्. वृद्धिः अस्ति वा महोदय? अस्तु, नताशा भगिनी वदतु, आयोगः उखत्. भगिनी अस्ति? आं महोदय, अहं न जानामि महोदय. आयोगः उखत् भवान् तु जानाति एव, वृद्धिः वृद्धिः लङ्कारे. अस्तु, नताशा भगिनी वदतु. न जानाति महोदय, न जानामि. एकनिमिषं, श्रीनिवासमहोदय वदति वा? आयोगः उखत् औखत् औखत् अस्तु इदानीं पुष्पा भगिनी वदतु आयोगः रुचत् रुचत् आयोगः रुचत् रुचत् रुचत् अर्चत् आर्चत् आर्चत् इति अस्ति आर्चत् अस्तु अग्रे नाम भागं समापयामः अत्र अग्रे अजयमहोदय कृपया पठतु वृक्षैः वृक्षैः अवृध्यत बालैः उच्चैः अहस्यत सस्यैः अकम्प्यत तेन तल्पे असह्यत वृक्षात् पर्णैः अपत्यत एतानि सर्वाणि भावे लङ् लङ्लकाररूपाणि सन्ति इति भावे इदानीं कर्मणि भावे तत्र रूपं समानमस्ति केवलम् आकृतिः भिन्ना अस्ति धातुम् अनुसृति यत्र धातुः सकर्मकः अस्ति तत्र कर्मणि लट् लङ् यत्र अकर्मकः धातुः अस्ति तत्र भावे लङ् इति अस्ति अस्तु बहु समीचीनमस्ति अस्माकं समयः तु जातः अतः किन्तु बहु समीचीनमस्ति इतः अग्रे सरेम अग्रिमे सप्ताहे रमेशमहोदय अवश्यम् आगच्छतु पुस्तकम् आनीय अस्तु तर्हि धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः महोदय